पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 187 देव्युवाच द्वादशाध्यायमाहात्म्यं भवदा कथितं मम ब्रूहि त्रयोदशाध्यायमाहात्म्यमधिसुन्दरम् ईश्वर उवाच शृणुत्रयो दशाध्यायमहिमाम्भो निधिं शिवे यदा कर्णनमात्रेण परां मुदमवाप्स्यसि अस्ति दक्षिणदिङ्मार्गे तुङ्गभद्रामहानदी तत्तडे नगरं रम्यं नाम्ना हरिहरं पुरं यत्रास्ते भगवान् देवी देवो हरिहरः स्वयं यस्य दर्शनमात्रेण परं कल्याणमाप्यते तस्मिन् पुरे द्विजन्मासीद्धरिदीक्षितसंज्ञिकः तपःस्वाध्यायनिरतो श्रोत्रियो वेदपारगः दुराचारेति तस्यासीद्भार्या नाम्ना च कर्मणा न सुष्वाप समं पत्या दुरालापा कदाचन क्षणमप्यात्मसदनेन चास्ते स्वैरचारिणी कण्ठदघ्नं द्विजद्वारे धयन्ती वारुणीरसं पदिसम्बन्धिनः सर्वान्तर्जयन्ती पुनः पुनः विडैः सह सदोन्मत्ता रममाणा निरन्तरम् कदचिद्व्याकुलं दृष्ट्वा पुरं पौरैरितस्ततः सङ्केतगेहमकरोत् कान्धारे निर्जने स्वयम् अत्र तत्रैव साधूता रममाणा विडैः सह निनाय सा बहून् कालान् निज यौवनगर्विता अथ तस्मिन् पुरे रम्ये निवसन्त्या निरङ्कुशम् वसन्तकालं समभूत् परं चित्ते भुवः सखा आमूलपल्लवाकीर्णं सहकारविकारिणा पिकानां पञ्चमालापैः पुनः स जीवितस्मरः पुरश्चम्पकसौरभ्यहारकैर्मलयानिलैः मन्दं मन्दम् प्रसर्पद्भिरान्दोलितवनद्रुमः उद्भुल्लमल्लिकामोदमदिरापारणावताम् अलीनां कलटङ्कारैः समन्ताद्रावशोभितः प्रसन्नचारुभिस्मेरः सरोवरसुगन्धिभिः मीलन्मरालनिवहै सरोभिप्रकटीकृतः घनच्छायासुखासीनहरिणार्भकधारिभिः नीरन्ध्रपल्लवैर्नाना शाखिभिशोभितावनिः तस्मिन् वसन्तसमये मुदिता साभिसारिका अपश्य जगदानन्ददायिनीम् चन्द्रिकां निशि चञ्चच्चकोर चञ्च्वग्रगलत्पीयूषशीकरं द्रवदिन्दुशिलानिर्यसुधा निर्झरनिर्भरां विकाशिकुसुमक्रोडसान्द्रीभूतकरोत्कराम् उल्लासितपयोराशिकल्लोलालिङ्गिताम्बराम् मनोभव महासिंहकुलडाकण्ठकर्तरीं कनान्धकारसन्तोह विदारणपडीयसीं स्वेदीकृतसदीकारपरार्थहिमगर्भिणीं म्लानपङ्कजसङ्कोजाद्यूनामानन्ददायिनीं चक्रवाकवधूवक्त्र करुणाक्रोशसाक्षिणीं मुक्ताश्रेणि विशुद्धां सुप्रभासिदधिगन्तराम् अथ तस्यां प्रभूतायां पूरयन्त्या दिशो दश कामान्धा कामिनी जादा पथि सौधविहारिणी अपश्यन्ती विडान् रात्रौ निर्भिद्य भवनार्गलं ययौ सङ्केतभवनं निर्गत्य नगराद् बहिः तत्र प्रियतमं कञ्चित् काममोहितमानसा अन्वेषयन्ती नाद्राक्षी कुञ्जे कुञ्जे तरौ तरौ आकर्णयन्ती कां तस्य मदालापान् पदे पदे अभियादि तथ क्रीडन्यत्र संहारिनिःस्वनः चक्रवाकरवान् श्रुत्वा कान्तालापभ्रमादसौ सरोवराणि सर्वाणि पर्यटन्ति मुहुर्मुहुः कान्तभ्रान्त्या तरुतले प्रसुप्तान् हरिणोत्करान् प्रबोधयन्ती स्वेच्छ्वासमागतास्मीति भाषिणी आलिङ्गन्ती वनस्थाणुं जीवनेश्वरशङ्कया तदाननभ्रमाद्भूयं चुम्बन्ती विकचाम्बुजं तत्र तत्र कृतव्यर्थश्रमादृष्टप्रिया स्वयं विललापवने तस्मिन्मूर्च्छति विविधोक्तिभिः हा कान्त हा गुणाक्रान्त मच्चैतन्यस्य नायक हे मनोहरसौभाग्य भाग्यलावण्यसेवते हा पूर्णचन्द्रवदन हा सरोजा यते क्षण हा कान्ततत्त्वसौहित्य विश्रमाय सुरद्रुम यदि कोपेन कुत्रापि गुह्यवेशोऽत्र तिष्ठसि प्रसादयामि त्वां कान्त दत्त्वा प्राणान् प्रियानपि इत्युच्चैः सर्वतो दिक्षु विलपन्त्या वियोगतः तस्या श्रुत्वा वच कोऽपि सुप्तो व्याघ्रप्रबुद्धवान् कुर्वन् कुरकुरध्वानं पश्यन् प्रतिदिशं रुषा अस्फालयन्नखैर्भूमिं गर्जन्नाकाशगह्वरम् पृष्ठनिर्भग्नलाङ्गूलद्रुतमुद्धाय वेगवान् गतो व्याघ्रसमुत्पत्य यत्रास्ते साभिसारिका अथ सापि तमायान्तमालोक्य पदिशङ्कया निर्जगाम पुरस्तादुं प्रेम मनिर्भरमानस तदस्तस्य नखक्रीडा क्रूरतान्धीकृता सति जहौ प्रियवपुः शङ्कां श्रुत्वा गर्जितमूर्जितं तथाविधापि सा नारी भ्रान्तिमुत्सृज्य सत्वरं व्याघ्रत्वं तु कुतो हेदोर्मां निहन्तुमिहागतः इदं सर्वं समाख्याहि यतस्त्वं हन्तुमिच्छसि इति तस्या वच श्रुत्वा शार्दूलश्चण्डविक्रमः क्षणं विहाय तद्ग्रासमुवाच प्रहसन्निव मलापः नदीनाम्ना देशे तिष्ठति दक्षिणे नगरी मुनिपर्णेदि तस्या रोधसि वर्तते तत्रास्ते भगवान् साक्षात् पञ्चलिङ्गो महेश्वरः तस्यां पुर्यामहं विप्र पुत्रो भूत्वा स्थितस्ततः अयाज्यान्या जयन्नश्नन्नेको तिष्ठे नदीतटे वेदपाडफलं शश्वद्विक्रीणन् धनकाङ्क्षया भिक्षुकानपरान् लोभा तिरस्कुर्वन् दुरक्तुभिः अदेयद्रविणं गृह्णन् न दत्तमनिशं दिनं चलयन् सकलां लोकान् क्षणग्रहणकौतुपाद तद कतिपये काले जरठत्वमुपागतः वलीपलितवानन्दप्रपतन् प्रस्खलद्गतिः पतद्दन्तोभवं भूयः प्रतिग्रहपरायणः हस्ते गृहीतदर्भोहमगमं तीर्थसन्निधिं धनग्रहणलोभेन भ्रमन् पर्वसु पर्वसु ततोऽहं शिथिलाङ्गः सन् कञ्चिद्भू निर्जरालयं गतवान्याचिदं भोक्तं दष्टो मध्ये पदेशुना अपदमूर्च्छितो भूत्वा ततः क्षितितले क्षणाद ततोऽहं गलितप्राणो व्याक्रयोनिमुपागतः अत्र तिष्ठामि कान्तारे पूर्व पापमनुस्मरन् न भक्षयामि धर्मिष्ठान् मुनीन् साधुजनान् सदीः किन्तु पापान् दुराचार न सतीर्भक्षयाम्यहम् अधो सति त्वं तत्त्वेन ममैव कवलायसे इत्युक्त्वा स्वर्णकैः क्रूरैस्तां विभज्याङ्गखण्डशः अध तां भक्षितां तेन पापदेहमुपाश्रितां यमस्य किङ्करा निन्युः सद्यः संयमनीं पुरीं यमादेशेन तत्रापि पदयामासुराशुताम् विन्मूत्ररक्तपूर्णेषु कोरकुण्डेष्वनेकथा कल्पकोटिषु पितासु तस्मादानीयतां मुहुः रौरवे स्थापयामासुर्मन्वन्तरशतावधि ततोऽप्याकृष्यतां दीनां रुदतीं सर्वतोमुखीं मुक्तकेशां भग्नगात्रां चिक्षिपुर्दहनानने एवं पापपरां घोरां भुक्त्वा नरकयातनाम् इह जादा महापापात् पुनःस्वपचयोनिषु ततश्वपच गेहेऽपि वर्धमाना दिने दिने पूर्वजन्मवशेनैव तथैवासीद्यथा पुरा ततः कतिपये काले पुनः स्वं भवनं व्ययौ यत्रास्ते जृम्भका देवी शिवस्यान्तःपुरेश्वरी तत्रापश्यद्विजन्मानं वासुदेवाभिधं शुचिम् गीतात्रयोदशाध्यायमुद्गिरं तमनारतं ततस्तत्रवणदेवमुक्ता स्वपचविग्रहात् दिव्यं देहं समासाद्य जगामत्रिदशालयम् इति पात्मे महापुराणे उत्तरखण्डे गीतामहात्म्ये सप्ताशीत्यधिकशततमोऽध्यायः ॐ